इदानीम् अस्माकं वादिगण दिवादिगण सुदादिगण चुरादिगण नाम अदन्त अङ्गानां कृते तिङन्तरूपाणि कथं निष्पद्यन्ते इति अस्माभिः पठितम्। इदानीं नूतनविषयः अस्ति यत् अङ्गं यदि अनदन्तम् अस्ति नाम अन्येषु षट्सु गणेषु तत्र अदादिगण जुहोत्यादिगण स्वादिगण तनादिगण त्र्यादिगण रुधादिगण इति यदि अस्ति तर्हि कार्यं कथं भवति इति इदानीं वयं पठिष्यामः। तर्हि तत्र पुनः सोपानत्रयमस्ति, एकं सोपानमस्ति सिद्धतिङ्गप्रत्ययस्य सिद्धि। तत्र वयं जानीमः यत् यदि अङ्गम् अनदन्तम् अस्ति चेत् तिङ्गतिङ्गप्रत्ययाः अपि किञ्चित् भिन्नाः भवन्ति, सम्पूर्णतया न परन्तु कश्चन भेदः भवति। तदनन्तरम् अस्ति सिद्धतिङ्गप्रत्ययस्य अङ्गस्य मेलनम्, तदनन्तरम् अस्ति प्रत्येकगणस्य कृते अङ्गनिर्माणं कथं भवति इति। तर्हि इदानीम् अधुना वयम् अनुदन्तम् अङ्गानां कृते सिद्धतिङ्गप्रत्ययाः कथं निष्पद्यन्ते इति वयम् अधुना प्रथमं पठामः। एकवारं तत् पठित्वा अग्रे प्रत्येकगणस्य कृते अङ्गं कथं भवति इति वयं पठामः। अस्तु, तर्हि इदानीं विजया महोदय अस्ति खलु? आं जि, पठामि। प्रथमबिन्दुः एकनिमिषः तत्र प्रथमबिन्दुः ये न पठन्ति ते कृपया म्यूट् कुर्वन्तु। कुत्र पठति महोदय प्रथमबिन्दुः? अनदन्त अङ्गानां कृते सिद्धतिङ् प्रत्ययाः प्रथमं तु तत् मेन् टापिक् अस्ति खलु, 06 सार्वधातुकप्रकरणं। नमस्ते महोदय, समान अस्मि। तत्रापि किञ्चित् लिखितमस्ति, तत् पठतु। स्वागतं पूर्वं यत्र अङ्गम् अनदन्तं कुतः पठामः महोदय? तत्र सार्वधातुकप्रकरणम् अनदन्तम् अङ्गम् षष्ठं करपत्रम्। अस्तु, धन्यवादः। विजया महोदय प्राप्नोति वा? मम समीपे किञ्चित् क्लेशः अस्ति, कोऽपि पठितुं शक्नोति चेत् कुत्र इति पुनः अस्तु, अहमेव पठामि, किञ्चिदेव अस्ति। अस्तु, तर्हि अत्र लिखितमस्ति तत्र सार्वधातुकप्रकरणं पठामि महोदय। सार्वधातुकलकारेषु इति आरभ्य किल? न न, अत्र मम ईमेल् मध्ये यत् प्रथम लिङ्क् अस्ति तद् महोदय अहं प्राप्नोमि, पठामि। एकनिमिषः, तत्र मम ईमेल् मध्ये पश्यतु, तत्र लिङ्क् द्वयमस्ति, प्रथम लिङ्क् उद्घाटयन्तु। 06 खलु? हा, 06, तत्र मेन् टापिक् यत् अस्ति तत्र अनदन्तम् अङ्गम् स्वागतम्। हा, स्वागतम् अत्र लिखितमस्ति, सर्वे प्राप्नुवन्ति वा? अस्तु, न महोदय न प्राप्तं। अहं चाट् बाक्स् मध्ये लिङ्क् प्रेषयामि, एकनिमिषम्। इदं प्राप्नुवन्ति वा सर्वे चाट् बाक्स् मध्ये लिङ्क्? अस्तु, पठतु अत्र सुमन् महोदय। कः पठति? अहं पठामि, अहं पठामि इति अहं पठामि इति आम् तत्र आगतं। पूर्वं यत्र अङ्गम् अदन्तं तत्र सार्वधातुकलकाराणां तिहन्तरूपाणि कथं निष्पन्नानि इति अस्माभिः दृष्टं। सम्प्रति अङ्गम् अनदन्तं चेत् व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्। सर्वप्रथमं यत्र अङ्गम् अनदन्तम् अस्ति तत्र सिद्धतिङ् प्रत्ययाः किञ्चित् भिन्नाः, सर्वे प्रत्ययाः भिन्नाः इति न। कुत्रचित् पार्थक्यं वर्तते। अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति। तदा धातुविकरणयोः मेलनेन यत् अङ्गं निष्पद्यते तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत् प्रक्रियायां को भेदः इति परिशीलनीयम्। कुत्रचित् अङ्गम् उकारान्तं, कुत्रचित् आकारान्तं, कुत्रचित् विकर्ण अभावे अङ्गम् इकारान्तम्, ईकारान्तम्, ऋकारान्तं च। अपि च कुत्रचित् हलन्तम् अङ्गम् अस्ति। आहत्य यत्र अङ्गम् अनदन्तं न तत्र अङ्गकार्यं भिद्यते। कथमिति अग्रे पश्याम। तर्हि प्रथमं सिद्धतिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु। तदा क्रमेण गुण अनुसृत्य अग्रे सराम, गण अनुसृत्य अग्रे च सराम। स्वादिगणः, तनादिगणः, क्रयादिगणः, अदादिगणः, जुहोत्यादिगणः, रुदादिगणः इति मध्ये हल् सन्देहे विषये अपि आयास्यति। यतः अदादिगणे जुहोत्यादिगणे रुदादिगणे च हलन्त अङ्गानि वर्तन्ते। तत्र केचन विशिष्टसन्देहः वर्तन्ते ये एतावता न लब्धाः। धन्यवादः गुरुजी। अत्र प्रायः सर्वे अवगच्छन्ति अत्र इदानीम् अङ्गम् अनदन्तम् अस्ति, अदन्तं नास्ति। अतः कुत्रचित् भेदाः भवन्ति तिङ्गप्रत्ययानां सिद्धिमध्ये अपि च अङ्गकार्यमध्ये अपि। तत्र प्रत्येकगणस्य प्रत्येकगणे अङ्गकार्यं कथं भवति इति वयं पठामः। अस्मिन् एव मुख्यविषये एकः लघुविषयः अस्ति, हल् सन्धिनियमः। तर्हि अत्र अदादिगणे, जुहोत्यादिगणे, रुधादिगणे हलन्त अङ्गानि भवितुं शक्नुवन्ति। अतः तेषां कृते हल् सन्धयः नियमानां पठनं प्रथमम् आवश्यकम् अस्ति। इदानीम् अतः अस्मिन् एव मुख्यविषये हल् सन्धिनियमाः नियमान् अपि वयं पठिष्यामः। अस्तु, इदानीम् अग्रिमकरपत्रं पठामः। 061 अदन्त अङ्गानां कृते सिद्धतिङ्गप्रत्ययः। इदानीम् अदन्तानाम् अङ्गानां कृते सिद्धतिङ्गप्रत्ययः अस्तु। अग्रे विजि महोदय पठतु। आमस्ति। सार्वधातुकलकारेषु तिगन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति। प्रथमबिन्दुः विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं, तिगन्तसंज्ञकप्रत्ययसिद्धिः, तिङ्संज्ञकप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गतिङ्संज्ञकप्रत्ययोः मेलनम् इति त्रीणि सोपानानि सन्ति सार्वधातुकलकारेषु तिङन्तप्रत्ययनिर्माणार्थं। पठामि, अग्रे पठामि वा? सोपानत्रयस्य एका दृष्टिः। अदन्ताङ्गस्य दृष्टान्तः धात्वार्थविवक्षायां भूधातुः आनीयते, लकारविवक्षायां लट् लकारः आनीयते। प्रथमपुरुषे एकवचनस्य विवक्षायां लटः स्थाने तिप् आदेशः, भूयोगः तिप् इत्यस्ति। तिप् सार्वधातुकसंज्ञकः, कर्त्रापकः तिङ्संज्ञकः च अतः कर्त्रि शप् इत्यनेन मध्ये शप् इति विकरणप्रत्ययः विहितः. भूयोगः शप् योगः तिप् अनुबन्धलोपे भूयोगः आयोगः ति. अस्याम् एव स्थित्याम् उपर्युक्तं शोपनत्रयं प्रारभ्यते. अग्रे पठामि वा वदनं वा महोदय? सर्वम् अधीतं, पूर्वमेव अधीतं. प्रथमसोपाने विकर्णप्रत्ययनिमित्तकम् अङ्गकार्यं. तर्हि अत्र अ इति विकर्णप्रत्ययं निमित्तीकृत्य सार्वधातुकार्थधातुकयोः इत्यनेन गुणः क्रियते. भू इति भो भवति गुणकार्येण. एतदेव अस्माकम् अङ्गकार्यं. तदा सन्धिकार्यम् येचो अयवायव इत्यनेन भो योगः अ भू योगः अव् योगः अ भव इति भवति. इदं सन्धिकार्यम् अङ्गकार्यं नास्ति एव, यतोहि शपं निमित्तीकृत्य कार्यं न जातम्. सन्धिकार्यं तु केवलं वर्णस्तरे प्रवर्तते. ओकारः अस्ति, परश्च अकारः अस्ति. शप् इति कारणं नास्ति अत्र. यः कोऽपि अकारः भवतु, तादृशं कार्यं भविष्यति एव. ओकाराकारयोः मेलनेन ओ स्थाने अप् आदेशः इति सन्धिकार्यम्. एवं च धातुविकर्णप्रत्ययोः मेलनेन भव इति अङ्गं जातं. प्रथमं सोपानं समाप्तम्. अग्रिमे द्वितीयसोपाने तिङ्संज्ञकप्रत्ययः सिद्धिः. अत्र इति मूलप्रत्ययः. हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा लोपस्य ति इति सिद्ध तिङ्प्रत्यय निष्पन्नः. द्वितीयसोपानं समाप्तं. भवयोगः ति इत्यस्ति. तृतीयसोपानं तिङ्संज्ञकप्रत्ययनिमित्तकम् अङ्गकार्यम्. ति प्रत्ययः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति. अतः पूर्वम् इक् प्रत्याहारे स्थितः कश्चन वर्णः यदि स्यात् तर्हि सार्वधातुक अर्थधातुकयोः इत्यनेन गुणकार्यं स्यात्. किन्तु एतावता अस्माकम् अङ्गं सर्वदा अदन्तम् आसीत्. यत्र अङ्गस्य अन्तिमवर्णः अत् ह्रस्वकारः, तत्र गुणकार्यं न सम्भवति. इक् इत्युक्ते ई ऋड् अन्ते अस्ति चेत् एव गुणकार्यम् अर्हति. यत्र अङ्गम् अदन्तम् अस्ति तु न अर्हति एव. यत्र अङ्गम् अदन्तम् अस्ति तत्र तिङ्संज्ञकप्रत्ययः निमित्तिकम् अङ्गकार्यम् अतीव न्यूनम्. अतः तृतीयसोपाने आधिक्येन केवलम् अङ्गतिङ्संज्ञकप्रत्ययोः मेलनं भवति. यथा भवयोगति भवति, किन्तु अग्रे गत्वा यत्र अङ्गम् अदन्तं नास्ति, यत्र अङ्गस्य अन्ते उदाहरणार्थम् उकारः अस्ति, तत्र तृतीयशोभाने अङ्गकार्यं बहुत्र भविष्यति इति तिङन्तपदस्य निर्माणार्थं शोभनत्रयस्य एका दृष्टिः. समाप्तम्. अत्र किमपि नास्ति अस्माभिः पूर्वमेव पठितम्. एकमेव अस्ति यत् अदन्त अङ्ग अस्ति चेत् तृतीयसोपाने न्यूनं कार्यम् एव अस्ति. बहुत्र केवलम् अङ्ग विकरणप्रत्ययान्त अङ्गं सिद्धतिङ् प्रत्ययस्य मेलनम् इति एव कार्यमस्ति, केवलं वर्णमेलनम्. परन्तु इदानीम् अग्रे गत्वा यदि यदा अङ्गम् अनदन्तम् अस्ति तत्र सिद्धतिङ्गप्रत्ययस्य कृते अपि अङ्गकार्याणि भवितुं शक्नुवन्ति. उदाहरणमस्ति इदानीं स्वादिगणे श्नु प्रत्ययान्त अङ्गम् अस्ति खलु, तर्हि चिनु शक्नु इदानीम् उकारान्त अङ्गम् अस्ति, तदनन्तरं तिक् प्रत्ययः अस्ति, अतः सार्वधातुक आर्धातुकयोः इत्यनेन तिङ् प्रत्ययस्य कारणेन अतः चिनोति, सः चिनोति, तत् कार्यम् इदानीं पर्यन्तम् अस्माभिः न दृष्टं, यतोहि इदानीं पर्यन्तम् अङ्ग विकरन्त विकरणप्रत्ययान्त अङ्गं सर्वदा अदन्तम् आसीत्, अदन्ताङ्गस्य कृते कोऽपि गुणः न भवति, अतः तत्र केवलं वर्णमेलनम् आसीत् प्रायः सामान्यतया, परन्तु अग्रे गत्वा तावद् न भविष्यति इति एकः भेदः अस्ति। अन्यभेदः तु वयम् अस्मिन्नेव करिपत्रे पठिष्यामः यत् सिद्धतिङ्गप्रत्ययस्य सिद्धिः अपि तत्र काचित् भेदः भवति, तदपि वयम् इदानीं अस्तु इदानीम् अग्रे धन्यवादः महोदय, धन्यवादः महोदय, अस्तु अग्रे रघुपतिमहोदय पठतु। आं महोदय, अदन्ताङ्गे अत्र अदन्ताङ्गे सति ययादिसारधातुकप्रत्ययपरे अङ्गकार्यं भवति, अतो दीर्घो ययि इति सूत्रमस्ति, सप्तमाध्यासतृतीयपादस्य एकाधिक एकशतम्। अदन्ताङ्गस्य दीर्घत्वं ययादिसारधातुके प्रत्ययपरे ययि प्रत्याहारः इत्युक्ते यवरलन्यमगणन झभै झभ इति अनुवर्तिसहितसूत्रमस्ति, अतः अङ्गस्य दीर्घः ययि सार्वधातुके, यथा फटयुगवः अत्र अदन्ताङ्ग अङ्गमस्ति, अग्रे वकारः अस्ति, ययि सार्व ययि प्रत्याहारस्थ वर्णः अस्ति, अतः अङ्गस्य दीर्घः भवति फटावः इति भवति अस्ति। अग्रे दशानां धातुगणनां गणसमूहौ, धातूनां दशगणाः सन्ति इति वयं जानीमः, एते दशगणाः पुनः समूहद्वये विभाजिताः सन्ति इत्यपि जानीमः, प्रथमगणः प्रथमसमूहः अस्ति भवादि दिवादि तुदादि चुरादि इति चत्वारः गणाः, द्वितीयः समूहः अस्ति अदादिः ज्योत्यादिः स्वादिः रुदादिः तनादिः क्रयादिः इति षड्गणाः अस्ति, अङ्गान्ते भेदः एव विभजनस्य कारणम्। प्रथमगणसमूहे धातुविकरणप्रत्ययोः मेलनेन निष्पन्नम् अङ्गम् अदन्तम् अस्ति सर्वत्र, अङ्गस्य अन्ते अकारः यथा भूयोग श भव, नश् योग श्यन् नश्य, लिक् योग श लिख, चुर् योग णिच् योग शप् चोरय इति, येषु चतुर्षु धातुगणेषु अङ्गम् अदन्तम्। द्वितीयगणसमूहे सर्वाणि अङ्गानि अनदन्तानि, यथा स्वादिगणे शक् योगश्नु शक्नु इति उकारान्तम् अङ्गम्, क्रियादिगणे क्रीयोगश्ना इति क्रीणा इति आकारान्त अङ्गम्। प्रथमगणसमूहस्य कृते तिङन्तपदम् उपर्युक्तसोपानत्रयेण कथं सिद्ध्यति इति विस्तृतरूपेण अस्माभिः अनुभूतं चतुर्णाम् अपि गणानां प्रसङ्गे। सम्प्रति द्वितीयगणसमूहे तिङन्तपद उत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयामः। अग्रे अस्तु अग्रे पठामि वा, पठित्वा वदामि। प्रथमसोपानं तृतीयसोपानं चेत् अनयोः गणसम्बद्धाः चर्चा भवतु, यतोहि गणमनुसृत्य सोपानद्वयं भिद्यते, अतः तत्तद्गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते, परन्तु द्वितीयसोपानं तिङ्संज्ञकप्रत्ययसिद्धिः सर्वेषाम् अनदन्तानां कृते समानाः, अतः एतत् कार्यम् अधुना परिशीलयामः। अस्तु अत्र वयं दृष्टवन्तः अत्र धातूनां दशगणाः सन्ति, परन्तु अङ्ग इदानीं चतुर्षु गणेषु अदन्त अङ्गाः भवन्ति, यथा भुवादि दिवादि तुदादि चुरादि इत्येतेषु गणेषु अदादि अत् अन्ते अङ्गस्य अकारः अस्ति, अदन्त अङ्गमस्ति, अत् ह्रस्वकार अङ्गमस्ति, द्वितीयगणसमूह इदानीम् अदादि जुहोत्यादि स्वादि रुदादि तनादि क्रयादि इत्येते षड्गणाः सन्ति. तेषाम् अनदन्ताङ्गाः यथा स्वादिगणे श्नुप्रत्ययः अस्ति, उकारः अस्ति, क्रियादिगणे श्ना इति अस्ति, अन्येषु हलन्तमङ्गमपि भवितुमर्हन्ति. प्रथमगणसमूहे कृते तिगन्तप्रत्यय उपयुक्तसोपान कथं सोपानत्रये भवति इति वयं जानीमः. इदानीं द्वितीयगणसमूहे तिङन्त उत्पत्ति समानमेव अस्ति, सोपान किञ्चित् भिन्नम् अस्ति, परन्तु तत्र विषये इदानीम् अग्रे पठेमः इति दत्तमस्ति. एकवारं प्रथमसोपानं तृतीयसोपानं चेत् अनयोः गणसम्बद्धा चर्चा भवतु, यतोहि गणम् अनुसृत्य सोपानद्वयं भिद्यते. गणम् अनुसृत्य सोपानद्वयं भिद्यते इत्युक्ते इत्युक्ते सोपान प्रथमसोपानमस्ति विकरणनिमित्तिकित् अङ्गकार्यमस्ति तत्र, अपि च तृतीयतिङ्सञ्ज्ञकनिमित्तिक अङ्गकार्यं तथा तत्र तिङ्प्रत्ययोः मेलनं तत्र सोपानद्वये किञ्चित् भेदमस्ति इति दत्तमस्ति. गणमनुसृत्य भवति, परन्तु सिद्धतिङ्गप्रत्ययानां निर्माणे कोऽपि भेदः नास्ति. अनदन्त अङ्गम् अस्ति चेत् सर्वत्र गण कोऽपि भवेत् तत्र सिद्धतिङ्गप्रत्ययः समानः अस्ति. अतः तद् द्वितीयसोपानम् इदानीम् अस्मिन् करपत्रे वयं पठामः. अस्तु, धन्यवादः महोदय. अग्रे सुमित्रा महोदय पठतु. सुमित्रा महोदय. महोदय श्रूयते वा? आम्. कुत्रतः महोदय किञ्चित् भग्नः अभवत् कनेक्षन्. प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्गप्रत्ययाः भिन्नाः. प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः भिन्नाः. प्रथमतया ज्ञातव्यं यत् प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः किञ्चित् भिन्नाः. प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. तर्हि समूहद्वयस्य सिद्धतिङ्प्रत्ययानां भेदः कुत्र इति अस्माभिः सम्प्रति अवलोकनीयम्. महोदय पुनः एकवारं वदतु, प्रथमगणसमूह द्वितीयगणसमूह इत्युक्ते किम्? प्रथमगणसमूह समूहः इत्युक्ते वादिगणः. न न न केवलं वादिगणः, प्रथमगणसमूहे इत्युक्ते उपरि अस्ति भगिनि, उपरि उपरि अस्ति. प्रथमगणसमूह इत्युक्ते ते सर्वे गणाः यत्र अङ्गम् अदन्तमस्ति, अदन्तं द्वादि दिवादि तुदादि चुरादि, तेषां कृते सिद्धतिङ्गप्रत्ययः एकप्रकाराः सन्ति. द्वितीयगणसमूह इत्युक्ते यत्र अङ्गम् अनदन्तम् अदादिः ज्योत्यादिः स्वादिः रुदादिः, तेषां कृते सिद्धतिङ्प्रत्ययाः भिन्नाः सन्ति. इदानीं तयोः भेदः कः इति वयं पश्यामः. अस्तु, पठतु अग्रे. श्रूयते वा? पठामि वा? पठतु अग्रे. सर्वे सिद्धतिङ्प्रत्ययाः निष्पन्नाः भवति मूलतिङ्प्रत्ययेभ्यः. परस्मैपदिधातूनां मूलतिङ्प्रत्ययाः आत्मनेपदिधातूनां मूलतिङ्प्रत्ययाः त आतां झ थास् आथां ध्वम् इड् वहि महि. अदन्ते अनदन्ते च सिद्धतिङ्प्रत्ययानां पार्थक्यं कुत्र इति विषयः. वस्तुतः किञ्चिदेव भेदः अस्ति. अदन्तानां सिद्धतिङ्प्रत्ययानां व्युत्पत्तिः पूर्वमेव प्रदर्शिता. पाठम् एक अपि च द्वितीय. अतः पुनः अत्र न क्रियते. सा पूर्वप्रदर्शिता व्युत्पत्तिः अधोभागस्य आधारः. अनदन्ताङ्गानां तिङ्प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्प्रत्ययेभ्यः भिद्यन्ते तत्र भेदस्य कारणं परिणामं च अधः प्रदर्शितम्. महोदय पार्थक्यम् इत्युक्ते भेदः पृथक्तयाः भावः. धन्यवादः. अधः अनदन्त अङ्गानां तिङ् प्रत्ययाः यत्र अदन्त अङ्गानां तिङ् प्रत्ययेभ्यः भिद्यते तत्र प्रत्ययः नीललोहितवर्णेन तिर्यक् रूपेण लिखितः. बोल्ड् मध्ये अस्ति अत्र अधुना अथवा इटालिक्स् तत्र. अस्तु तर्हि इदानीं परस्मैपदे तिङ्प्रत्ययः अददन्ते अनदन्ते भेदः कत्र इति वयं पठामः. लट् लकारे प्रथमं पठतु महोदय. परस्मैपदस्य तिङ्प्रत्ययाः अदन्ते अनदन्ते च भेदः. परस्मैपदस्य लट् लकारे कोऽपि भेदः नास्ति. अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात् परस्मैपदसंज्ञकेषु प्रत्ययेषु न कोऽपि भेदः. अतः अनदन्त अङ्गानां कृते लटि सिद्धप्रत्ययाः सि तः अन्ति सि तः थ मि वः मः. तर्हि परस्मैपदधातु कृते परस्मैपदस्य लट् लकारे भेदः नास्ति. प्रथमगणसमूहे नाम अङ्गम् अदन्तम् अनदन्तम् अस्ति चेत् तीतः अन्ति सीतः अथ मी वः मः एव भवति. तत्र इदानीं तीतः अन्ति सीतः अथ मी वः मः इति कुत्र निष्पद्यन्ते तस्मिन् कृते अस्माभिः यत् पूर्वम् अस्माभिः पठितं तत् एकवारं पुनः सर्वे पठन्तु यदि क्लेशः अस्ति चेत्. परन्तु अस्माभिः यत् पूर्वं पठितं सा एव पद्धतिः अत्र अपि कार्यं करोति. तत्र अनदन्तम् अनदन्तं कृते कोऽपि भेदः नास्ति. सीतः अन्ति सीतः अथ मी वः मः. अस्तु एकं किञ्चित् भेदः अस्ति अत्र स्टार लिखितमस्ति किञ्चित् कुत्र कुत्रचित् भवति तद् इदानीं पठतु महोदय. आम् अङ्गम् अभ्यस्तं चेत् अति भवति न तु अन्ति. महोदय अभ्यस्तम् अस्ति अस्ति अग्रे पठतु. अभ्यस्तं नाम अस्तु यत्र द्वित्वं भवति यथा जुहोत्यादिगणे. अतः दा धातोः लठि प्रथमपुरुषबहुवचने ददति. तर्हि यत्र अङ्गम् अभ्यस्तमस्ति नाम तत्र द्वित्वम् अस्ति जुहोत्यादिगणे तत्र किञ्चित् भेदः अस्ति प्रथमपुरुषबहुवचन लट्लकारस्य. तत्र सिद्धतिङ्प्रत्ययः अन्ति न भवति अपि तु अति भवति. तर्हि पठतु अत्र वयं जानीमः खलु ददाति दत्तः ददति इति भवति न तु ददन्ति. तथैव तत्र कारणमस्ति अभ्यस्त अङ्गमस्ति. तर्हि पठतु महोदय अभ्यस्तात्. अदभ्यस्तात् अभ्यस्तसंज्ञक धातुतरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं. ध्योन्तः इत्यस्मात् झः षष्ट्यन्तम् इत्यस्य अनुवृत्तिः. आयनेयीनीयः खढखछघां प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् अभ्यस्तम् एकनिमिषः. प्रथमं प्रश्नः अस्ति तिप्तझी अस्ति खलु तिप्तझी तत्र झीतः अन्ति केन सूत्रेण भवति? तर्हि अत्र पृच्छतु सप्तमाध्यायस्य प्रथमपादस्य तृतीयसूत्रमस्ति झोन्तः. सूत्रं वदति यत् यः अङ्गमस्ति तस्य अनन्तरं यः प्रत्ययः अस्ति प्रत्ययस्य आदौ यत् झकारः अस्ति तस्य स्थाने अन्त इति भवति. अतः अत्र झी अस्ति खलु, झी मध्ये झकारस्य स्थाने अन्त भूत्वा अन्ति भवति. तस्मात् परं साक्षात् परं सूत्रमस्ति अदभ्यस्तात्. 713 अस्ति झोन्तः, 714 अस्ति अदभ्यस्तात्. तत् सूत्रं वदति, पुनः तत्र अपि झोन्तः इति तः झ इत्यस्य अनुवृत्तिः भवति. तर्हि झोन्तः वदति यत् प्रत्ययादि यत् झ अस्ति, झकारः अस्ति, तस्य अन्त भवति. परन्तु अदभ्यस्तात् वदति यत् यदि अङ्गम् अभ्यस्त अङ्गम् अस्ति तर्हि प्रत्ययादि झ तस्य स्थाने अथ भवति. तर्हि सामान्यतया झ स्थाने अन्त भवति, परन्तु यदि अङ्गम् अभ्यस्त अङ्गम् अस्ति तत्र झ स्थाने अथ भवति. अतः इदानीम् अभ्यस्त अङ्गं किम् इति तस्य संज्ञा अग्रे यत्र यत्र आगच्छति तत्र पठामः. परन्तु अभ्यस्तसंज्ञकस्य एकम् उदाहरणमस्ति यत्र द्वित्वं भवति. झोत्यादिगणे द्वित्वं भवति अत्र. अतः झोत्यादिगणे अङ्गम् अभ्यस्त अङ्गम् अस्ति, अतः झोत्यादिगणे सर्वत्र झी स्थाने अति भवति. तर्हि झ स्थाने अथ, तर्हि अति इति भवति. अपवादसूत्रं वा महोदय? अपवादः इति सूत्रम् अपि कार्यं बलम् अस्ति किल, कार्यस्य बलं सम्यक्. परन्तु अभ्यस्त अङ्गम् अस्ति चेत् अपवादत्वेन तत्र स्वस्थाने अधः. सर्वे अवगच्छन्ति वा इदानीं पर्यन्तं? तर्हि कोऽपि भेदः नास्ति लट् लकार परस्मैपदे. किं केवलं बहुवचने प्रथमपुरुषस्य बहुवचने यदि अङ्गम् अभ्यस्त अस्ति तर्हि सिद्धतिङ् प्रत्ययः अन्ति नास्ति अपि तु अति अस्ति. अस्तु, धन्यवादः महोदय. धन्यवादः. गच्छामः मलर् महोदय पठतु. आं महोदय, परस्मैपदस्य लोट् लकारे केवलम् एकः भेदः, मध्यमपुरुषे सिपः स्थाने हि आदेशः सर्वत्र, अदन्त अङ्गेषु अनदन्त अङ्गेषु च भवति एव. अदन्त अङ्गेषु तस्य हि इत्यस्य लुक् लोपः भवति, अनदन्त अङ्गेषु तस्य लुक् न भवति, लोपो न भवति. कोऽपि अवगरि स्मरति वा केन सूत्रेण लोपः भवति? लोपः भवति, तत्र. तर्हि पश्यतु, तत्र अतो हेः इति सूत्रेण लोट् लकारे यः हि प्रत्ययः आगच्छति तस्य लोपः भवति. कदा? यदि अतः अस्ति, नाम अदन्तमङ्गमस्ति. तर्हि अदन्तमङ्गमस्ति चेत् हेः तस्य लुक् भवति. अनदन्तम् अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः एव नास्ति, अतः हि तस्य लोपः न भवति. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि आदेशः सर्वत्र भवति. सेर्य पिच्च लोट् लकारस्य सि इत्यस्य स्थाने हि आदेशो भवति, स च हि अपित् भवति. सेहे षष्ट्यन्तं, हि प्रथमान्तम्, अपित् प्रथमान्तं च अव्ययपदम्. अनेकपदमिदं सूत्रं. लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लोटः, लस्य, सेहे, इ, अपित् च. किं लिखितं सूत्रं? लोट्लकारे सि प्रत्ययः अस्ति चेत् तस्य स्थाने हि इति आदेशः भवति इति वयं दृष्टवन्तः. अपि च अपित् अस्ति नाम मूलतः प्रत्ययः अपित् अस्ति, परन्तु हि आदेशे आदेशानन्तरम् अपित् भवति. तर्हि लोटः लस्यः स्तेहि इति तु सर्वत्र कार्यं करोति, अदन्तमपि अनदन्तम् अपि. नाम लोट् लकारे मध्यमपुरुष एकवचनस्य प्रत्ययः हि भवति, अदन्तमङ्गमस्ति चेदपि अनदन्तमस्ति चेदपि. अनदन्तमस्ति चेत् कार्यं समाप्तं भवति, परन्तु अदन्तमस्ति चेत् अग्रे पुनः हि तस्य लोपः भवति. केन सूत्रेण भवति महोदय? पठतु अग्रे, पठतु अग्रे. आम्, अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः. अतो एः ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुप् लोपः भवति. अतः अतः पञ्चम्यन्तं हेः षष्ट्यन्तं द्विपदम् इदं सूत्रं चीनो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अङ्गात् भवति विभक्तिपरिणामम् इति सिद्धान्तेन अनुवृत्तिसहितसूत्रम् अतः अङ्गात् एः लुप् यदि अङ्गम् अदन्तम् अस्व अकारः अस्ति चेत् हि इत्यस्य लोपः भवति सूत्रे अतो एः इति सूत्रेण. सम्यक् सम्यक्. परन्तु अङ्गम् अदन्तमस्ति चेत् लोपः न भवति. तर्हि अङ्गम् अनदन्तं चेत् हि इत्यस्य लोपः न भवति. कुत्रचित् अपवादभूतेषु अनदन्तेषु हि लोपः भवति, तत्तु प्रत्यगणेषु पश्येम. आम्, अनदन्त अङ्गानां कृते लोटि सिङ् प्रत्ययः. तु तात् ताम् अन्तु हि तात् तं त आनि आव आम. तत्र पठतु, तत्र पठतु, यदा अङ्गम् अदन्तमासीत् तत्र मध्यमपुरुषे शून्यम् अथवा तात् आसीत् सिद्धतिङ्गप्रत्ययः, परन्तु अनदन्तम् अङ्गानां कृते हि अथवा तात् अस्ति. तर्हि चिनु अस्ति खलु, तत्र चिनुहि इति भवति, शक्नुहि इति भवति, तत्र हि प्रत्ययः भवति. तर्हि लट् लकारे कोऽपि भेदः नास्ति, लोट् लकारे केवलम् एकभेदः अस्ति यत् मध्यमपुरुषस्य प्रत्ययः हि भवति, तस्य लोपः न भवति. अन्य सर्वे प्रत्ययाः समानाः सन्ति. ते कथं भवति तस्य कृते अस्माभिः यत् पूर्वं पाठं पठितं अस्माभिः यत् पूर्वं पाठः पठितः तत् एकवारं पुनः पठन्तु सर्वे. अवगच्छति वा सर्वे? आं महोदय. अस्तु, धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः. सुमन् महोदय अग्रे पठतु लङ् लकार. श्रूयते किं महोदय? अस्तु, परस्मैपदि लङ् लकारे कोऽपि भेदः नास्ति. अनदन्ताङ्गानां कृते लङि सिद्ध प्रत्ययः तकार ताम् अन् सकार तम् त अम् अव् क्षम्यताम् अम् व म अग्रे अपि पठामि. अस्तु, परस्य विधिलिङ् लकारः सर्वत्र भिन्न एव. पूर्वम् उक्तं यत् विधिलिङ्गि यासुट् आगमः भवति प्रत्ययात् प्राक् प्रत्ययात् प्राक् यासुट् परस्मै पदेषु परस्मै पदेषु उदात्तः निच् इति सूत्रेण तत्र अनुबन्धलोप सति यास् इति शिष्यते. यदि अङ्गम् अदन्तं तर्हि तस्य यासुट् आगमस्य स्थाने इय इति आदेशः अतो येयः इत्यनेन यास् स्थाने इय आदेशः यथा पठ् योग अकार योग यास् योग तकार तत्र पठ् योग अकार योग इय योग तकार पठ् इति अङ्ग पठ इति अङ्गम् इत् इति सिद्ध तिङ् प्रत्यय पठेत् भवति तत्र गुणसर्गं भवति. इदानीं पर्यन्तं तु वयं सर्वे जानन्ति खलु अत्र यासुट् प्रथम तु यासुट् परस्मैपदेषु उदात्तो निच् इति सूत्रेण यास् आगमः भवति अदन्तम् अङ्गम् अस्ति अतः अतो येयः इति सूत्रेण यास् स्थाने इय इति भवति तत्र पुनः इय मध्ये यकारस्य लोपः भवति यतोहि हल् परे अस्ति तत्र अपि अस्माभिः सूत्रं पठितं तर्हि तर्हि तत् इदानीं पर्यन्तं सर्वम् अस्माभिः ज्ञातं परिचितम् अस्ति. अनदन्त अङ्गेषु पुनः अतो येयः इति सूत्रं कार्यं न कर्तुं शक्नोति किमर्थं क्षम्यतां पुनः वदतु महोदय अङ्गानां कृते अतो येयः सूत्रं कार्यं न कर्तुं शक्नोति किमर्थं तत्र तत् परस्मैपदि नास्ति अदन्तम् अङ्गं नास्ति अतो अतो येयः इति सूत्रं किं वदति अदन्त अङ्गात् या स्थाने इय खलु अतः इति इत्युक्ते अदन्तम् अदन्तं नास्ति चेत् अतो येयः इति सूत्रस्य प्रसक्तिः एव न भवति अतः या स्थाने इय अपि न भवति तर्हि पठतु यासुट् अनदन्तासुषु इय आदेशः न भवति क्षम्यताम् अनदन्तेषु इय आदेशः न भवति यथा चिनु योग यास् योग तकार चिनुयात् भवति यासुट् परस्मै पदेषु उदात्तः निच् लिङ् लकारस्य परस्मैपदि प्रत्ययानां यासुट् आगमः भवति सः च आगमः निद्वत् विधिसूत्रम् अतिदेशसूत्रं च लिङ् सीयुट् सामान्य सूत्रं किन्तु अनेन आत्मने अनेन आत्मनेपदीनाम् एवं एवं कृते इत्यस्य अपवादः आद्यन्तम् इत्यस्य अपवादः अस्ति अस्तु आद्यन्तौ तकितौ इत्यनेन यासु प्रत्ययात् प्राक् आयाति यासु प्रथमान्तं परस्मैपदेषु सप्तम्यन्तम् उदात्तः प्रथमान्तं नित् प्रथमान्तं च अव्ययं पदम् अनेकपदम् इदं सूत्रम् लिङ्गः क्षम्यतां लिङ्गः सीयुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् अस्ति परस्मैपदे परस्मै पदानां लिङ्गः लस्य उदात्तः यासुट् नित् च तर्हि सूत्रं परिचितं सूत्रमस्ति किं वदति सूत्रम् एकवारं महोदय वदतु आशयं विधिलिङ्ग लकारे परस्मै पदि प्रत्यय अस्ति चेत् यासुट् आगमः भवति तत्तु नित् नित्वत् भवति इत्युक्ते गुणकार्यं बाधः अस्ति तत्र यासुट् आगमे इत्संज्ञकवर्णः के उट् इत्युक्ते इदानीं यास् एव तिष्ठति. तत्र आगमः प्रत्ययस्य आगमः कुत्र भवति, प्राक् नो चेत् अनन्तरं? पूर्वमेव, प्राक् एव. यथा आद्यन्तगीतं वदति तित् अस्ति चेत् प्राक्, कित् अस्ति चेत् अनन्तरं. तित् अस्ति अतः पूर्वं भवति. तर्हि अत्र यास् इति भवति. अस्तु, तर्हि इदानीं पर्यन्तम् अनदन्तम् अनन्तम् अनन्तं किमपि नास्ति. सर्वत्र यास् आगमः भवति, परस्मैपदधातुः अस्ति चेत्. अग्रे यास् आगमे, यास् आगमे विधिलिङ्गि सकारलोप सर्वत्र भवति. तत् साधारण इदानीं तु अन्ते अपि नास्ति, अतः हलन्त्यं कार्यं न करोति, न तु न विभक्तौ तु स्माः अपि कार्यं न करोति. अस्तु, लिङ् लिङ् सलोपो अनन्तस्य सार्वधातुकलिङ्गि अपदन्तस्य सकारस्य लोपः भवति. अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः, नै तत्पुरुष तस्य अनन्तस्य. अस्तु, लिङ्गः षष्ट्यन्तं सः लुप्त षष्ट्यन्तं पदं स लुप्त षष्ट्यन्तं पदं लोपः प्रथमान्तम् अनन्तस्य षष्ट्यन्तम् अनेकपदम् इदं सूत्रम्. रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुकस्य इत्यस्य अनुवृत्तिः विभक्ति परिणामं कृत्य अङ्गस् विभक्ति परिणामं कृत्वा. अस्तु, तत्र सार्वधातुके अस्ति, अत्र सार्वधातुकस्य अस्ति, अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य सः लोपः. एतत् सूत्रं वदति सार्वधातुक लिङ्गि अस्ति चेत् अपदान्तस्य सकारलोपः भवति इति. अनन्तस्य इत्युक्ते यत् अन्ते नास्ति, इत्युक्ते अपदान्तस्य अनन्तस्य द्वौ अपि समानं, तस्य लोपः भवति. तर्हि पश्यतु, अत्र चिनुयोगः यास् योगः तु अस्ति खलु? आं, तत्र चिनुयोग यास् अस्ति, सकारस्य लोप भवति. चिनुयोग या तिष्ठति, तत्र उकार अन्ते अस्ति, इक् वर्णः अस्ति, किन्तु या इदानीं नित्वत् अस्ति, अतः तस् उकारस्य गुणः न भवति, वर्णमेलनम् एव भवति. चिनुयोग या योग चिनुयात् वर्णमेलनम् एव. सम्यक्, तर्हि चिनुयात् इति भवति. तत्र चिनुयास् योगः तत् चिन्तक सकारस्य लोपः भवति, लिङ्गसलोपानन्तस्य, यतोहि अत्र विधिलिङ्ग् अस्ति. नाम सार्वधातुकलिङ्ग इत्युक्ते किं महोदय? सार्वधातुकलिङ्ग इत्युक्ते विधिलिङ्ग, आशीर्लिङ्ग् तु आर्धधातुकलिङ्ग् भवति खलु. तर्हि सार्वधातुकलिङ्ग इत्युक्ते, तर्हि यासु आगमः आशीर्लिङ्गे अपि भवति, विधिलिङ्गे अपि भवति, परन्तु विधिलिङ्गे यासु आगमस्य सकारस्य लोपः भवति यदि सकारः अन्ते नास्ति. अस्तु, तर्हि इदमपि अस्माभिः पठितमस्ति. अग्रे इदानीं धन्यवादः महोदय. धन्यवादः महोदय. अग्रे विजया महोदय पठतु. आम्, आशीर्लिङ्ग् आर्धधातुकलकारः इति कारणतः अनेन सूत्रेण सकारलोपः न भवति. विधिलिङ्ग् प्रथमपुरुषे यात् यातां युः, आशीर्लिङ्ग् यात् यास्तां यासुः. देयं यत् विधिलिङ्गि आशीर्लिङ्गि च प्रथमपुरुष एकवचने यात् समानम् अस्ति, उभयत्र सकारलोपः. किन्तु भिन्नसूत्रेण प्रथमपुरुषे एकवचने उभयत्र यास् योगः इत् योगः यास् इति अस्ति. विधिलिङ्गि लिङ्गः सलोपो अनन्तस्य इत्यनेन सकारलोपः. आशीर्लिङ्ग् यत्र सकारलोपः भवति स्कोः संयोगान्त्योरन्ते च इति सूत्रेण भवति. अनेन सूत्रेण पदान्ते संयोगः भवति चेत् तस्य च संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् तर्हि तस्य सकारस्य ककारस्य च लोपः भवति. किं लिखितम्? तत्र आशीर्लिङ्ग् विधिलिङ्ग् मध्ये यात् यातां युः इति अस्ति. विधिलिङ्ग् मध्ये आशीर्लिङ्ग् तत्र यात् यास्तां यासुः इति अस्ति. तत्र किं तर्हि पश्यतु, विधिलिङ्ग् मध्ये सकारस्य लोपः सर्वदा भवति केन सूत्रेण? लिङ्गः सालोपोन् अनन्तस्य इति सूत्रेण सर्वेषु स्थानेषु विधिलिङ्ग् मध्ये सकारः लोपः भवति. परन्तु आशीर्लिङ्ग सार्वधातुकलकारः नास्ति, अतः तत्र सकारस्य लोपः न भवति. तर्हि यास्तां यासुः इति अस्ति खलु? आं जि. परन्तु यात् प्रथमपुरुषे एकवचने तु तत्र अपि लोपः भवति भिन्नसूत्रेण. तत्र लिङ्ग सलोपो अन्त्यस्य इति सूत्रेण न भवति, स्कोः संयोगाद्योरन्ते च इति सूत्रेण भवति. तत्र सूत्रस्य अत्र महत्त्वं नास्ति, अतः दीर्घचर्चा आवश्यकी नास्ति. परन्तु स्कोः संयोगाद्योरन्ते च इति सूत्रं वदति यत् जानाति वा महोदय किं वदति? तत्र स्कोः इत्युक्ते तत्र सः कः, स्कौ इति अस्ति तत्र. तत्र लोपः भवति. विधिलिङ्गः सलोपो अनन्तस्य इति सूत्रेण सकारलोपः भवति. अतः तत्र प्रथमपुरुषे एकवचने उभयत्र यास् योगः त योगः यास्ते इति आगच्छति. न न न, विधिलिङ्ग पश्यतु, यास् इति प्रत्ययः अस्ति, तदनन्तरं त अस्ति. तर्हि विधिलिङ्ग लकारे नो चेत् आशीर्लिङ्ग लकारे उभयत्र यास्त इति प्रथमं भवति. विधिलिङ्ग लकारे सकारस्य लोपः भवति लिङ्गः सलोपो अनन्त्यस्य इति सूत्रेण. आम्, यात् भवति. आशीर्लिङ्गे लिङ्गः सलोपो अनन्त्यस्य इति सूत्रस्य कार्यं न भवति, प्रसक्तिः एव नास्ति. परन्तु तत्र अपि सकारस्य लोपः भवति केन सूत्रेण? स्कोः संयोगाद्योरन्ते च. स्कोः संयोगाद्योरन्ते च इति सूत्रं वदति यदि पदमस्ति, पदस्य अन्ते यदि संयोगः अस्ति, पदान्ते यदि संयोगः अस्ति अपि च संयोगस्य प्रथमसदस्य सकारः अथवा ककारः अस्ति, तर्हि तत् सकारककारस्य लोपः भवति. तर्हि पश्यतु, अत्र यास्ट् इति अस्ति खलु, अङ्गस्य पदस्य अन्ते अस्ति सकारककारयोः संयोगः, प्रथमवर्णः अस्ति संयोगस्य सकारः, अतः स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति यात्. तर्हि उभयत्र आशीर्लिङ्गि विधिलिङ्गि उभयत्र यात् भवति. परन्तु विधिलिङ्गि सकारस्य लोपस्य कारणमस्ति लिङ्गः सलोपो अनन्त्यस्य, आशीर्लिङ्गि सकारस्य लोपस्य कारणमस्ति स्कोः संयोगाद्योरन्ते च इति सूत्रम्. अवगच्छन्ति वा? आं जि. प्रश्नः अस्ति वा कस्यापि? अस्तु, तर्हि अग्रे अग्रे अदन्ताङ्गेषु इव अत्रापि जी स्थाने जुस् आदेशः जेर् जुस् जकारस्य यित् संज्ञा छुटु इत् सूत्रेण तस्य लोपः इत्यनेन लोपः उस् अवशिष्यते. तत्र अदन्त अङ्गेषु इव तत्रापि जि स्थाने जुस् इति अस्ति, परन्तु तत्र छुटु इति सूत्रेण जकारः लोपः भवति. अतः तत्र तस्य लोपः अपि सूत्रं कार्यं करोति, अतः तत्र ऊसि एव अवशिष्यते. तत्र सकारस्य लोपः किमर्थं न भवति हलन्त्यम् इति सूत्रेण? किं जि जूस् मध्ये जकारस्य लोपः भवति चुटु इति सूत्रेण, आम् सकारस्य लोपः किमर्थं न भवति हलन्त्यम् इति सूत्रेण? न विभक्तौ तुस्माः इति सूत्रेण. तर्हि अत्र विभक्ति अस्ति खलु, विभक्ति इत्युक्ते किं? तिङ्गप्रत्ययः नो चेत् सुप्रत्ययः. तर्हि अत्र तिङ्गप्रत्ययः अस्ति, तिङ्प्रत्ययेषु नाम विभक्तिषु अन्ते तवर्गीय नो चेत् सकारः नो चेत् मकारः अस्ति चेत् तस्य इत्संज्ञा न भवति. तर्हि हलन्त्यम् इति सूत्रस्य बाधकसूत्रं. तर्हि उस् मध्ये उस् इति तिङ्गप्रत्ययस्य स्थाने आगच्छति, अतः विभक्तिप्रत्ययः अस्ति. तर्हि तस्य अन्तिमसकारस्य इत्संज्ञा न भवति, अतः लोपः अपि न भवति, उस् अवशिष्यते. अवगच्छति वा? सकारः अन्ते भवति, सकारः अन्ते भवति, परन्तु हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा न भवति, यतोहि तत् विभक्तिप्रत्ययः अस्ति, विभक्ति अस्ति खलु, अतः न विभक्तौ तुस्मः इति सूत्रेण सकारस्य इत्संज्ञा न भवति. अवगच्छति खलु? आम् जि, आम्. एकवारं झेर् जुस् पठतु. झेर् जुस् लिङ्ग लकारस्य जि इत्यस्य स्थाने जुस् आदेशकः भवति. जेः षष्ठ्यन्तं जुस् प्रथमान्तं द्विपदमिदं सूत्रं लिङ्गः स्यूट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः तस्य इति इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लिङ्गः लस्य जेः जुस् जोन्तः इत्यस्य अपवादः. तत्र जोन्तः इति अन्तिमवर्णस्य अन्ति इति भवति खलु, तत्र अपवादसूत्रम् अस्ति लिङ्गः स्यूट् इति. एकनिमिषं जेजुस् इति विधिलिङ्ग् लकारस्य जि इत्यस्य स्थाने जुष् आदेशः भवति. जे षष्ठ्यन्तम् ओके, तत्र लिङ्गः स्यूट् इत्यस्मात् तत्र जोन्तः जेर्जुष् इति सूत्रं जोन्तः इति सूत्रस्य अपवादसूत्रम् अस्ति. तत्र झोन्तः इति सूत्रं वदति झकारस्य स्थाने अन्त, परन्तु अपवादत्वेन लिङ्गलकारः अस्ति चेत् झि स्थाने जुस् भवति. आशीर्लिङ्ग् अस्ति नो चेत् विधिलिङ्ग् अस्ति किमपि अस्ति तत्र झि स्थाने जुस् भवति. अतः पठेयुः इति अस्ति खलु, आम् जि, विधिलिङ्ग् बहु वचने पठेयुः अस्ति, उहु इति झेर् जुस् इति सूत्रेण आगच्छति. अस्तु, अग्रे उस्य पदान्तात्. आम्, उस्य पदान्तात् इति सूत्रम् आपदान्तात् आवर्णात् उसि परे पूर्वपरयोः स्थाने पूर्वरूपः एव पूर्वरूपः आदेशकः भवति. उसि परे पूर्वपरयोः स्थाने पररूपः आदेशकः भवति. अस्य सूत्रस्य प्रसक्तिः केवलम् अनदन्त अङ्गेषु, अपदान्तम् तस्मात् अपदान्तात् उसि सप्तम्यन्तम् अपदान्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रम् आदुगुणः इत्यस्य आत् इत्यस्य अनुवर्तिः युको एनचि इत्यस्मात् अचि इत्यस्य अनुवर्तिः एङ्गि पररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवर्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अपन्दान् अपदन्तात् आत् उसि अचि एकः पूर्वपरयोः पररूपं संहितायां तत्र उस्य पदान्तात् अपदान्तात् आवर्णात् उसि परे पूर्वपरयोः स्थाने पूर्व पररूपः एव आदेशः भवति इति तत्र अस्ति. अत्र गुणकार्यं भवति आदुगुणः इति सूत्रेण इको एनचि युको एनचि इति इत्यस्मात् अचि वर्णः परे अस्ति चेत् तत्र अनिवृत्तिसहितसूत्रमपि अस्ति. एङ्गि पररूपम् अस्ति तत्र अवगर्णचिह्नं मध्ये आगच्छति. एकः पूर्वपरयोः इति संहितायाम् इत्यनयोः अधिकारः तत्र अपदान्त् आत् उसि अचि एकः पूर्वपरयोः पररूपं संहितायाम् आत् अपदान्तात् आत् इति पदमस्ति चेत् तत्र उसि अचि एकः पूर्वपरयोः रूपम् इति तत्र उदाहरणं दातव्यं खलु जि. तत्र अग्रे एव आगच्छति. तत्र नाम अत्र अपदान्त अकार अवर्णः अस्ति, तस्मात् साक्षात् अनन्तरं यदि उस् अस्ति तर्हि पूर्वपरयोः स्थाने एक पररूपम् आगच्छति. अस्तु, तर्हि इदानीम् अग्रे पश्यामः. धन्यवादः महोदय. तर्हि उस्य पदान्तात् इति सूत्रं किं वदति? अपदान्त अकार अस्ति, तस्य अवर्ण अस्ति, तस्य अनन्तरम् उस् इति तस्य उ अस्ति, उभयोः स्थाने पररूपं नाम उ एव अवशिष्यते. तर्हि इदानीम् अग्रे पठामः इदानीं यत् अनदन्ताङ्गानां कृते सिद्धतिं प्रत्ययः कथं भवन्ति इति. सर्वाणि सूत्राणि अस्माभिः पठितानि. तर्हि इदानीं विजि महोदय अस्ति खलु. आम्. तर्हि इदानीं किमस्ति विधिलिङ्ग् लकारस्य कृते प्रथमं तु सूत्रेण सर्वत्र सकारलोपः भवति. प्रथमं यास् आगमः आगच्छति, यास् आगमः अस्ति, अतः तिप्तर्झि सिप्तस्थ मिप्पस्म तत्र यास् योगः तिप् यास् योगः तस् यास् योगः झि इति सर्वं सर्वत्र भवति. अस्तु, इदानीं कार्यम् अग्रे कथं गच्छति इति वयं पश्यामः. तर्हि यास् योगः तिप् पठतु. यास् योगः तिप् यास् योगः सकारलोप अत्र तु सूत्रेण सकारलोपः भवति. केन सूत्रेण? सूत्रमपि वदतु महोदय. सूत्रमपि वदतु सकारलोपस्य सूत्रं किं वदतु. लिङ्गसलोपो अनन्तस्य इति सूत्रेण वा महोदय? लिङ्गः सलोपो अनन्तस्य अनन्तस्य. ओके, यात् इति भवति. तर्हि महोदय, यदि अङ्गम् अदन्तम् आसीत् द्वादिगण तुदादिगण तत्र किं किं भवति यात् तत्र किं भवति? द्वादिगणे अपि सा लोपः भवति. अत्र सा लोपः इदानीं पर्यन्तं पदन्तमङ्गं यदा आसीत् म्यूट् करोतु इदानीं पर्यन्तं यत्र अङ्गम् अदन्तम् आसीत् तत्र अतो येयः इति सूत्रस्य प्रसक्तिः अपि आसीत्, येन या स्थाने किं भवति इय इति भवति. तर्हि यास् योगः तिप् तत्र प्रथमं भवति यास् योगः त, तदनन्तरं या स्थाने अदन्तमङ्गम् अस्ति चेत् इय इति भवति, इय योग त, तदनन्तरं लोपो व्योरवली इति सूत्रेण यकारस्य स्थाने यकारस्य लोपः भूत्वा इत् इति भवति. इत् सिद्धतिङ्प्रत्ययः इत् आसीत् अतः पठेत्. नश्येत् इति सर्वम् आसीत्, चोरयेत्। परन्तु अनदन्तम् अङ्गम् अस्ति चेत् अतो येयः इति सूत्रं कार्यं न कर्तुं शक्नोति, यतोहि अदन्तं नास्ति। तर्हि यास् योगः तिप्, तदनन्तरं यास् स्थाने इय न भवति, यास् एव अवशिष्यति। तर्हि यास् योगः त, इदानीं सकार अपदान्ते अस्ति, अतः सकारस्य लोपः भवति, लोपलिङ्गसलोपोऽन्त्यस्य यात् इति भवति, यात्। तर्हि विधिलिङ्गकार प्रथमपुरुष एकवचनस्य अदन्तमङ्गम् अस्ति चेत् प्रत्ययः अस्ति इत्, अदन्तमङ्गम् अस्ति चेत् प्रत्ययः अस्ति इत् इत्, परन्तु अनदन्तमङ्गम् अस्ति चेत् प्रत्ययः अस्ति यात्। अत्र मुख्यभेदः अस्ति अतो येह इति सूत्रस्य एकस्मिन् पक्षे कार्यं भवति, अदन्तमङ्गम् अस्ति चेत्, नो चेत् न भवति। तत् मुख्यभेदस्य कारणम् अस्तु। तर्हि विधि महोदय, टिप् टिप् टिप् टिप् इति प्रत्ययस्य सकारसूत्रेण भवति, सूत्रेण भवति टिप् सकार हलन्त्यमिति सूत्रेण टि अवशिष्यते, तस्मा न विभक्तौ तस्मा इति सूत्रेण तकार खलु टिप् अस्ति, टिप् मध्ये पकारस्य लोपः भवति हलन्त्यम् इति सूत्रेण। इदानीं टि इति प्रत्ययः अस्ति, टितः तकार कथं भवति केन सूत्रेण, अग्रे अग्रे गच्छतु, एकवारम् अधोभागे गच्छतु, इकारलोपः भवति केन सूत्रेण, इतश्च इति सूत्रमस्ति इति सूत्रमस्ति खलु, पूर्वमेव पठितम् इतश्च इति सूत्रेण पठामि वा इदानीं। नित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति, येन अस्माभिः पठितं केवलम् अनुवृत्तिसहितसूत्रं पठतु। इतः लस्य इतः परस्मैपदस्य लोपः, परस्मैपदि अस्ति चेत् इतः इत्युक्ते लङ् लुङ् इति इत्यादि प्रत्ययस्य लस्य इतः लोपः भवति, इ इति वर्णः लोपः भवति। तर्हि नित् लकारः अस्ति चेत् नाम यथा महोदय उक्तं लङ् लुङ् लिङ् परस्मैपदप्रत्ययस्य ह्रस्व इकारस्य लोपः भवति, लोपः भवति किं प्रत्यये अलोन्त्यस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् अन्तिम ह्रस्वकारः नित् लकारे परस्मैपदप्रत्ययस्य अन्तिम इकारस्य ह्रस्व इकारस्य लोपः भवति, अतः विधिलिङ्ग् मध्ये नो चेत् लङ् मध्ये टी स्थाने त भवति प्रथमपुरुषे एकवचने, टी स्थाने तकार भवति, तत्र इकारस्य लोपः भवति, इतश्च एव अवशिष्ट अस्ति। अत्र अत्र उच्य पदान्त पदान्तादि सूत्रं सूत्रं 6191 तत्र उष्यपदान्तात् इति सूत्रमस्ति खलु, तत्र 6196 95 इति अस्ति, परन्तु अग्रे अग्रे अस्ति 6196 एव समीचीन सूत्रम् अस्ति। अस्तु टैपो अस्ति अस्तु। तर्हि विधि महोदय अग्रे पठतु द्विवचनं द्विवचनं तस् ताम् इति ताम् इति अत्र तस् इति तस्य ताम् कथं भवति केन सूत्रेण, न न न तस्थ समीपां तां तं ताम् एकवारम् अधोभावे गत्वा तस्तमीपां तान्तं तामः इति सूत्रं तस्तमीपां तान्तं तामः इति तस्थस्थमिप् ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त आम् एते आदेशाः अनुवृत्तिसहितसूत्रमस्ति ङितः लस्य तस्तस्थं तमिपां तां तं तामः इति आं महोदय तर्हि अत्र नो चेत् लङ् लकारे अपि च लोट् लकारे अपि लोटो लङ्वत् इति सूत्रेण तस् तस्समीपां तान्तं तामः भवति नाम तस् स्थाने तां स्थाने तं ह स्थाने स निप् स्थाने अम् मिथिलिङ्ग् मध्ये तस् स्थाने तां अग्रे किम् अस्ति अग्रे यास् तस् यास् इति तदनन्तरं तस् यास् योगः ताम् अत्रापि सकारलोपः तत्सूत्रेण केन सूत्रेण लिङ्गसलोपो अनन्तस्य इति वा महोदय सकारस्य पद अपदान्तस्य सकारस्य लोपः भवति यातां महोदय याताम् इति भवति सम्यक् याताम् इति अनन्तरं यास् इति यास् योगः जी अत्र तु जोर् जुस् इति सूत्रस्य प्रसक्तिः अस्ति जो अन्त इति जेर्जुस् इति सूत्रं जि लिङि जि स्थाने जुस् या योगः उस् अत्रापि सकारलोपः भवति या योगः उस् उस्य पदान्तात् इति सूत्रेण पररूप आदेशः भवति अत्र उस्य पदान्तात् इति सूत्रेण उस्य पदान्तात् इत्यनेन युस् ऋत्वविसर्ग न विभक्तौ तुस्मा इत्यनेन सकारलोपो निषेधः इस् स्थाने रु स्थाने विसर्गः लिङ् सलोपो अनन्तस्य इति सूत्रेण न वा भवति इदानीं सन्धि कथं भवति केन सूत्रेण अत्र या योगः उकार उकार केन ओकार भवति किल न भवति न ओकार न अस्ति सूत्रमस्ति खलु उष्ण पदान्तात् पदान्तात् आदेशः भवति पररूपम् आदेशः भवति किल तर्हि या योगः उस् मध्ये उस्य पदान्तात् इति सूत्रेण पररूप आदेशः युस् ऋत्वविसर्ग इति अहं न जानामि महोदय न एकनिमिषः पररूप आदेशः पररूप आदेशः भवति तत्र उस्य पदान्तात् या योगः उस् अत्र या मध्ये अवर्णः अस्ति अपदान्त अस्ति तदनन्तरम् उस् अस्ति केवलं पररूप आदेशः भवति आम् तदनन्तरं युस् भवति तदनन्तरं ऋत्वविसर्गौ न विभक्तौ तुस्मा इत्यनेन सकारलोपः न भवति युः इति यु सजशो इति सूत्रं वा महोदय ससजुषोः इति सूत्रेण पदान्तस्य सकारस्य भवति तदनन्तरं विसर्गः केन सूत्रेण आगच्छति? विसर्जनी खरवसानयोः विसर्जनी विसर्जनीयः इति सूत्रेण आम् महोदय. युः इति भवति, युः इति भवति. ओके, तदनन्तरं या ओके धन्यवादः महोदय. रघुपतिमहोदय अग्रे, रघुपतिमहोदय अग्रे, मध्यमपुरुषः अस्ति एकवारं. याः इति अस्ति यास् योगः स्थित् यास् एकवारं कुत्र अस्ति महोदय यास् हा यासोगः सिप् अस्ति, अस्तु क्षम्यतां यासोगः सिप् अस्ति अत्र पकारस्य लोपः यासोगस इदानीं पकारस्य लोप यास् योगः स इकारस्य लोपः कथं भवति केन सूत्र न पकारस्य लोपः भवति एकनिमिषः रघुपतिमहोदय वदति यास् योगः सि अस्ति खलु यासः सि इतश्च इति सूत्रेण भवति इकारस्य लोपः भवति अतः यास् योगः स इति इदानीं सकारस्य लोपः भवति केन सूत्रेण पूर्वतनसूत्रमस्ति लिङ्गस्य लोपः अनन्तस्य अनन्तस्य सकारस्य लोपः भवति. तर्हि अत्र सकारद्वयम् अस्ति, कस्य लोपः भवति प्रथम द्वितीय अनन्तस्य द्वितीयस्य भवति अनन्त्यस्य खलु अनन्त्यस्य एकवारम् अनन्त अनन्तस्य अस्तु प्रथमस्य एव भवति लोपः भवति अनन्तस्य न अनन्तस्य अन्त्यस्य न अतः यास् इदानीं यास् इति अस्ति यास् इदानीं सासविचोः रुः इत्यनेन ऋत्वं ऋत्वस्य अनन्तरं विसर्गः खर्वासानि विसर्जनीया इत्यनेन याः इति अन्तिमरूपम् अस्ति. अग्रे तस् अस्ति तस्तस्तत्थपिबां तन्तन्तामः इत्यनेन तम् आदेशः तत् प्रभा अस्तु तम् इति अस्तु तद्दिन् अनन्तरं यासुत् परस्मैपदेशनि इति यास् आदेशः भवति अतः सुतागमः अस्ति अतः यास् यास् योगत् इति अस्ति यास् सकारस्य लोपः लिङ्गस्य लोपो अनन्तस्य इति सूत्रेण अतः यात इति भवति सोरि एतत् यातं सोरि यातम् इति भवति. अग्रे थकार अस्ति सिप्तस्थ इति अस्ति तस्थतपिपां तन्दन्तामः इत्यनेन तकारादेशः भवति थकारस्य स्थाने अनन्तरं लिङ्गस्य लोपो सोरि यासुत् परस्परपदेश निच्छ इत्यनेन यास् आदेशः अनन्तरं लिङ्गस्य लोप अनन्तस्य इत्यनेन सकारस्य लोपः यात इति रूपम्. अग्रे मिप् अस्ति तस्थस्थपिबां तन्तन्तामः इत्यनेन मिप् स्थाने अमादेशः भवति अमादेशः अस्ति अत्र इतश्च इत्यस्य प्रभाद्य अमादेशः भवति अहं चिन्तयामि इतश्च अत्र तु मिप् अस्ति साक्षात् लिखितमस्ति मिप् साक्षात् मिप् अस्ति आमां सत्यम् अमादेशः भवति साक्षात् अस्तु तस्य अपवादसूत्रमस्ति अम् इति इदानीम् अम् इदानीं यासुट् आगमः भवति यासुट् परस्मपदेशनिश्चैतनेन यास् योग अम् अस्ति अनन्तरं सकारस्य लोपः लिङ्गस्य लोपो अनन्तस्य परस्मैपदस्य सकारस्य अनन्तस्य सकारस्य लोपः या या योग अम् इदानीम् अनन्तरम् अकाशवाणीदीर्घेन याम् इति भवति. महोदय एकः प्रश्नः अस्ति, कथं जानीमः सवर्णदीर्घ सन्धि करणीयं वा नो चेत् अतो गुण सूत्रेण अम् भवति वा आम् भवति वा? खलु ओ क्षम्यताम् अस्तु अस्तु आकारः अस्ति ह्रस्वाकारः नास्ति अतो गुणः केवलं ह्रस्वाकारः अस्ति सत्यं क्षम्यताम्. अत्र अग्रे वस् इति अस्ति वस् इत्यस्य सकारस्य लोपः भवति तत् सूत्रमस्ति एतत् अपवादसूत्रमस्ति नित्यं नितः इति न विभक्तौ तस्मात् नित्यं नितः इति नैव प्रतिस्मितस्य अपवादः अस्ति. आमां तत् किं वदति? नित्यं नित्यं नितः नितः लकारस्य सकारस्य सोरि नितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः लोपो भवति येन विति सदन्तस्य इत्यनेन सकार अस्तु अग्रे. तर्हि तर्हि पश्यतु लङ् लकारे लो नो चेत् विधिलिङ्लकारे नित् लकारः अस्ति अतः उत्तमपुरुषमध्ये यत् सकारः अस्ति नाम वस् मस् उत्तमपुरुष द्विवचन बहुवचन अन्त्यसकारस्य लोपः भवति नित्यं नितः इति सूत्रेण. तर्हि अत्र वस् मध्ये सकारस्य लोपः केन केन सूत्रेण भवति? नित्यं नितः इत्यनेन लोपः भवति. अग्रे प्रबाद्य वस् इति वा इति भवति अनन्तरं लिङ्ग यासुट् परस्मैपदेश नित्य इत्यनेन यास् आगमः टितागमः पूर्वं भवति यास्व यास्व इति अस्ति सकारस्य लोपः लिङ्गस्य लोपो अनन्तस्य इत्यनेन सकार अनन्तस्य सकारस्य लोपः याव. अग्रे मस् इति तत्रापि सकारस्य लोपः नित्यं नितः इत्यनेन म इति यासुट् आगमः पूर्वं भवति चित् अस्ति सकारस्य लोपः लिङ्गस्य लोप अनन्तस्य अनन्तरं तत् अनन्तरं याम इति अन्तिमरूपं याम. तर्हि इदानीम् अनदन्तानाम् अङ्गानां कृते परस्मैपदे विधिलिङ्गलकारे प्रत्ययाः के के सन्ति इति महोदय एकवारम् अग्रे गत्वा. अस्तु यात् यातां युः याः यातं यात यां याव याम इति अनदन्तानाङ्गानां कृते विधिलिङ्गसिद्धप्रत्ययाः. सम्यक्. तर्हि एतत् परस्मै इदानीम् अस्माभिः परस्मैपदी धातूनां कृते अनदन्तानाम् अङ्गानां कृते चतुर्षु लकारेषु प्रत्ययाः के के सन्ति इति अस्माभिः पठितं. लट् लकारे कोऽपि भेदः नास्ति, केवलं परस्मै प्रथमपुरुष बहुवचने यत्र अङ्गम् अभ्यस्त अङ्गमस्ति तत्र अन्ति न भूत्वा अति इति भवति, परन्तु अन्यथा कोऽपि भेदः नास्ति लट् लकारे. लोट् लकारे एकमेव भेदः अस्ति, मध्यमपुरुष एकवचने प्रत्ययः हि अस्ति, तत्र अदन्तम् अङ्गम् अस्ति चेत् अतो हेः इति सूत्रेण हि तस्य लोपः भवति, परन्तु अदन्तम् अङ्गम् अस्ति चेत् हि तस्य लोपः न भवति, हि एव तिष्ठति, अन्यथा सर्वत्र सम्यक् भेदः नास्ति. लङ्लकारे तु कोऽपि भेदः नास्ति, अङ्गम् अनदन्तम् अदन्तम् अस्ति चेत् सर्वत्र समानमेव अस्ति. विधिलिङ्लकारे सर्वत्र भेदः अस्ति, तस्य मुख्यकारणमस्ति अदन्तमङ्गमस्ति चेत् अतो येयः इति सूत्रेण या स्थाने इय भवति, अतः सर्वत्र अदन्तमङ्गमस्ति चेत् विधिलिङ्लकारे परस्मैपदि प्रत्ययाः सन्ति इत् इताम् इयुः इह इतम् इत इयम् इव इम, खलु तत्र अतो येयः इति सूत्रेण या स्थाने इय भवति. परन्तु अदन्त अङ्गमस्ति अनदन्तम् अङ्गमस्ति चेत् अतो येयः इति सूत्रस्य कार्यं न भवति, अतः तत्र सर्वत्र भिन्नता आगच्छति. इदानीं यात् यातां युः याः यातं यात यां याव याम इति अस्ति. तर्हि इदानीं पर्यन्तं सर्वे अवगच्छन्ति वा परस्मैपदी कथं भवति? तर्हि पश्यतु अत्र बहुत्र कोऽपि भेदः एव नास्ति, लङ्लकारे नास्ति, लोट् लकारे अपि एकस्मिन्नेव स्थाने अस्ति, लट् लकारे अपि कोऽपि न कुत्रापि नास्ति, तत्र बहुत्र अदन्तम् अनदन्तम् अङ्गम् अत्र भेदः नास्ति, परन्तु यत्र यत्र अदन्त अङ्गानां कृते यदि कोऽपि विशिष्टसूत्रमस्ति नाम अतो हेः अतो येयः तत्र एव भेदः आगन्तुं शक्नोति, यतोहि तत्र सूत्रस्य एकस्मिन् पक्षे सूत्रस्य प्रसक्तिः अस्ति एकस्मिन् पक्षे नास्ति. अस्तु तर्हि इदमस्ति परस्मैपद अङ्गानां कृते. इदानीम् अग्रे आत्मनेपद, कस्यापि प्रश्नः अस्ति वा? अस्तु तर्हि इदानीं सुमित्रा महोदय अग्रे पठतु. आं महोदय. आत्मनेपदस्य किं प्रत्ययाः? अदन्ते अनदन्ते च भेदः. आत्मनेपदस्य लटि लोटि लङि च समानेषु त्रिषु प्रत्ययेषु भेदः. अधः पश्यन्तु अनदन्त अङ्गानां कृते लटि सिद्धप्रत्ययाः ते आते अते से आथे द्वे ए वहे महे अत्र आते अते आथे इत्यस्य भेदः अस्ति अनदन्त अङ्गानां कृते लोटि सिद्धप्रत्ययाः ताम् आताम् अताम् स्व आथाम् द्वम् ऐ आवहै आमहै अत्र आताम् अताम् आथाम् तेषु भेदः अस्ति अनदन्त अङ्गानां कृते लङि सिद्धप्रत्ययाः त आताम् अत स्थाः आथाम् द्वम् इ वहि महि तेषु आताम् अत आथाम् इत्येषु भेदाः सन्ति त्रिषु लकारेषु भेदः भवति प्रथमपुरुष मध्यमपुरुषयोः द्विवचने प्रथमपुरुषस्य बहुवचने अतः उदाहरणार्थं आत्मनेपदे लट् लकार अथवा लोट् लकार अथवा लङ् लकार तत्र केवलं त्रिषु प्रत्ययेषु भेदः भवति प्रथमपुरुष द्विवचन बहुवचन मध्यमपुरुष द्विवचन अन्यथा ये अन्ये षट् प्रत्ययाः सन्ति लट् लकारे लोट् लकारे विधि लङ् लकारे तत्र अङ्गम् अदन्तम् अनदन्तम् अस्ति भवेत् भेदः नास्ति केवलं प्रथमपुरुष मध्यमपुरुष द्विवचने प्रथमपुरुष बहुवचने अस्तु अग्रे अतः उदाहरणार्थम् अतः उदाहरणार्थं यत्र अङ्गम् अदन्तम् अस्ति रूपाणि एवं भवन्ति लटि प्रकाशते प्रकाशेते प्रकाशन्ते यत्र अङ्गम् अनदन्तम् अस्ति रूपाणि एवं भवति लटि चिनुते चिन्वाते चिन्वते तर्हि इदानीं एतेषु त्रिषु प्रत्ययेषु भेदः किमर्थं भवति इति वयम् इदानीम् अग्रे पश्यामः अग्रिमसप्ताहे अत्र इदानीं समयः समाप्तः तर्हि अग्रे पुनः एकवारं वदामि परस्मैपदी प्रत्ययः परस्मै अस्ति चेत् धातुः अस्ति चेत् लट् लकारे कोऽपि भेदः नास्ति लोट् लकारे केवलं मध्यमपुरुष एकवचने लङ्लकारे कोऽपि भेदः नास्ति विधिलिङ्लकारे सर्वत्र भेदः अस्ति आत्मनेपदे लट् लकारे लोट् लकारे लङ्लकारे केवलं त्रिषु प्रत्ययेषु भेदः अस्ति प्रथमपुरुषद्विवचनं प्रथमपुरुषबहुवचनं मध्यमपुरुषद्विवचनं लिङ्लकारे अपि भेदाः भवन्ति विधिलिङ्लकारे क्षम्यताम् विधिलिङ्लकारे अपि भेदाः भवन्ति आत्मनेपदे अपि तर्हि इदानीम् आत्मनेपदेषु भेदाः केन कैः सूत्रैः भवति इति अग्रिमरविवासरे वयं पश्यामः इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा अस्तु नास्ति चेत्